पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 56। युधिष्ठिर उवाच, भाद्रस्य कृष्णपक्षे तु किं नामैकादशी भवेद्, यदिच्छाम्यहं श्रोतुं कथयस्वजनार्दन। श्रीकृष्ण उवाच, शृणुष्वैकमना राजन् कथयिष्यामि विस्तराद। अजेदि नामद प्रोक्ता सर्वपापप्रणाशिनी, पूजयित्वा हृषीकेशं प्रथमस्यां करोति यः, पापानि तस्य नश्यन्ति व्रतस्य श्रवणादपि। नादः परतरा राजन्लोकद्वयहिताय वै, सत्यमुक्तं मया ह्येदन्नासत्यं मम भाषितम्। हरिश्चन्द्र इति ख्यातो बभूव नृपतिः पुरा, चक्रवर्ती सत्यसन्धः समस्ताया भुवःपतिः। कस्यापि कर्मणप्राप्तौ राज्यभ्रष्टो बभूव सः, विक्रीतौ वनितापुत्रौ स चकारात्मविक्रयम्। पुल्कसस्य च दासत्वं गतो राजा स पुण्यकृत, सत्यमालम्ब्य राजेन्द्र मृदचैलापहारकः। सोऽभवन्नृपतिश्रेष्ठो न सत्याचलितस्तथा, एवं च तस्य नृपतेर्बहवो वत्सरा गताः। ततश्चिन्तापरो राजा स बभूवादिदुःखितः, किं करोमि क्व गच्छामि, निष्कृतिर्मे कथं भवेत् इति चिन्तयतस्तस्य मग्नस्य व्रजिनार्णवे। आजगाम मुनिः कश्चित् ज्ञात्वा राजानमातुरम्, परोपकारणार्थाय निर्मिता ब्राह्मणा द्विजाः। स तं दृष्ट्वा द्विजवरं ननाम नृपसत्तमः, कृताञ्जलिपुटो भूत्वा गौतमस्याग्रतस्थितः। कथयामास वृत्तान्तमात्मनो दुःखसंयुतम्। श्रुत्वा नृपदिवाक्यानि गौतमो विस्मयान्वितः, उपदेश्यं नृपतये व्रतस्यास्य ददौ मुनिः। मासि भाद्रपदे राजन् कृष्णपक्षे दिशोभना, एकादशी समायाता अजा नामेदि पुण्यदा। अस्या कुरुव्रतं राजन् पापस्यां तो भविष्यति, तव भाग्यवशादेशा सप्तमेहनि समागता। उपवासपरो भूत्वा रात्रौ जागरणं कुरु, एवमस्या व्रते चीर्णे तव पापक्षयो ध्रुवं, तव पुण्यप्रभावेण चाग्रतोऽहं नृपोत्तम। इत्येवं कथयित्वा च मुनिरन्तरधीयत। मुनिवाक्यं नृपश्रुत्वा चकारव्रतमुत्तमम्। कृते तस्मिन् व्रते राज्ञपापस्यां तो भवत्क्षणात्। श्रूयतां राजशार्दूलप्रभावोऽस्य व्रतस्य च, यद्दुःखं बहुभिर्वर्षैर्भोक्तव्यं तत्क्षयो भवेत्। नस्तीर्णदुःखो राजासीत् व्रतस्यास्य प्रभावतः, पत्न्या सह समायोगं पुत्रजीवनमापसः। दिवि दुन्दुभयो नेदुपुष्पवर्षमभूद्दिवः, एकादश्याः प्रभावेन प्राप्य राज्यमकण्डकम् स्वर्गं लेभे हरिश्चन्द्रः सपुरः सपरिच्छदः ईदृग्विधं प्रदं राजन्ये कुर्वन्ति च मानवाः सर्वपापविनिर्मुक्ता स्त्रुदिवं यान्ति ते नृप पठनाश्रवणद्वापि अश्वमेधफलं लभेत् इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत् साहस्र्यां संहितायाम् उत्तरखण्डे उमापदि नारदसंवादे भाद्रपदकृष्णाजैकादशी नाम षट्पञ्चाशत्तमोऽध्यायः ॐ